अस्तु, तर्हि गीताप्रवेशपुस्तकस्य प्रथमभागः, तत्र च हल्सन्धिः आरभ्यते. हल्सन्धिः इति तृतीयः अध्यायः. एतावता सन्धिः नाम कः इति अस्माभिः ज्ञायते. यत्र अर्धमात्रातः अधिकः समयः नास्ति, स्थानं नास्ति द्वयोः वर्णयोः मध्ये, तत्र सन्धेः अवसरः अस्ति. तत्र अच् सन्धिः भवति, हल्सन्धिः भवति, विसर्गसन्धिः भवति. यत्र द्वयोः हल् वर्णयोः सन्धिः भवति, मेलनं भवति, तत्र हल्सन्धिः इति वदामः. तत्र करपत्रम् अस्माकं पुरतः अस्ति, हल्सन्धिः सूत्रसहिता दृष्टिः अस्तु. अपि च पुस्तके नवविंशे पुटे अस्ति. तत्र ततः आरभ्य कुर्मः. अस्तु, अधुना प्रथमसन्धिः अस्ति श्चुत्वसन्धिः. तत्र रत्ना भगिनी पठति वा? आं महोदय, पुस्तके वा? नवविंशे पुटे व्यञ्जनसन्धिः इति. अस्तु, व्यञ्जनसन्धेः बहवः नियमाः सन्ति. अत्र तेषु केचित् नियमाः विवृताः सन्ति. तान् सर्वान् सावधानं पठत. श्चुत्वसन्धिः शु चु छु झु झ ञ्. एतानि उदाहरणानि परिशीलयत. शिशुस् योगः शेते, शिशु स शु एते, शिशु शु शु एते, शिशुशेते इति भवति. अत्र सकार शिशुस् अत्र सकारस्य स्थाने शकारस्य आदेशः अभवत्. अन्यत् शकारः तथा एव तिष्ठति. समीचीनमस्ति. अत्र श्चुत्वसन्धिः इति उच्यते. किमर्थम् इति चेत्, यत् फलमस्ति तदाधारेण सर्वत्र नामकरणं क्रियते. यथा एको यणचि, अत्र यणसन्धिः इति वदामः खलु, यण इति फलमस्ति इति कृत्वा. श्चुत्वस्य सन्धिः, तत्र सकारस्य षकारादेशः जातः. अत्र श्चुत्वं षकारः अपि च चु. प्रायः अस्मासु केचन जानीयुः यत् तत्र ककारः कवर्गः इति कु इति शास्त्रीयनामकरणमस्ति. कु ककारे उकारः कु कव् नाम व्यञ्जनी वर्गीयव्यञ्जनानां नामकरणं श्रेणी क्रियते. श्रेणीकृत्य अस्माकं तत्र कु इति कवर्गः, चु इति च वर्गः, तु इति तवर्गः, टु इति टवर्गः, अपि च पु इति पवर्गः इति नामकरणानि सन्ति. तर्हि अत्र श चु षकारचकारचुषकारचुच्वोः संयोजनेन श्चु, तस्य भावः श्चुत्वम्. अत्र शिशुः योगः शेते इति मूले अस्ति. शिशुः योगः शेते, शिशुः प्रथमाविभक्तौ, शिशुः शेते. अत्र वस्तुतः विसर्गसन्धेः अवसरः अस्ति. तस्मिन्नेव क्रमे प्रथमतया विसर्गस्य स्थाने सकारादेशः इति जातः. अत्र एव अस्माभिः अवलोक्यते, शिशुस् योगः शेते. तत्र शिशुः इति वस्तुस्थितिः अस्ति. अनन्तरं विसर्गसन्धिं कृत्वा तत्र विसर्गस्य स्थाने सकारः. अत्र कस्यचित् गृहे जलस्य ध्वनिः अस्ति, कृपया मास्तु जलस्य ध्वनिः. यस्य गृहे तत्र ध्वनिः अस्ति तत्र म्यूट् कुर्वन्तु इति सामान्यचिन्तनं स्यात्. जलम् अस्तु. अत्र शिशुः शेते, शिशुस् योगः शेति इति विसर्गसन्धिं कृत्वा शिशुस् नाम सकारादेशः जातः. अनन्तरम् अग्रे शेते इत्यस्मिन् तालव्यशकारस्य प्रभावेण अथवा प्रभावेन वदामः यत् शिशुः इत्यस्य सकारस्य स्थाने तालव्यशकारादेशः भवति. तर्हि अग्रे तालव्यशकारस्य प्रभावेण अथवा प्रभावेन द्वयमपि सत्यमस्ति, विकल्पेन भवति ऋणत्वं. तालव्यशकारस्य प्रभावेण सकारस्य स्थाने तालव्यशकारादेशः भवति इति नियमः. तर्हि यत्र दन्त्यसकारः अस्ति, यत्र सम्पर्कः भवति तालव्यवर्गस्य, नाम तालव्यशकारः अथवा तालव्यवर्गः नाम च वर्गः, च छ ज झ ञ, तर्हि आहत्य षड्वर्णाः सन्ति, ष च छ ज झ ञ, येषां सम्पर्केण दन्त्यवर्णस्य स्थाने तालव्य आदेशः भवति. तर्हि दन्त्यसकारस्य स्थाने अपि च दन्त्यतवर्गस्य. अग्रे उदाहरणमस्ति तत्र सुब्रह्मण्यमहोदय तत्र पठति वा, अग्रे भगवत् शक्तिः इति उदाहरणम्. आं महोदय, अत्र पुस्तके खलु महोदय, पुस्तके अत्र भगवत् योगः शक्तिः, भगव योगः त योगः ष योगः अक्तिः, भगवः भगव योगः तकारस्य स्थाने चकारादेशः अत्र च योगः ष योगः अक्तिः, अतः अत्र भगवत् शक्तिः, विकल्पेन भगवत् शक्तिः इति अग्रे द्रक्ष्यामः विकल्पेन. हा, समीचीनमस्ति. तर्हि भगवत् शक्तिः इति अस्ति, अत्र किम् अभवत् महोदय? अत्र शकारं तालव्यशकारः परे अस्ति, तकारः तस्मात् पूर्वमस्ति, अतः अत्र दन्त्यतकारस्य शकारस्य दन्त्यसकारस्य सम्पर्कं शकारेण भवति, अतः तकारस्य स्थाने चकारः आदेशः भवति, अतः भगवत् शक्तिः भगवत् शक्तिः इति भवति. अत्र तालव्यवर्णस्य प्रभावेण नाम तालव्यशकारस्य प्रभावेन दन्त्यतकारस्य स्थाने च वर्गस्य प्रथमादेशः भवति. अत्र यथा सङ्ख्यानम् अत्र यथाक्रमं भवति, नाम तकारः तवर्गस्य प्रथमसदस्यः इति कृत्वा च वर्गस्य प्रथमसदस्यादेशः भवति. तकारस्य स्थाने चकारः, ठकारस्य स्थाने छकारः, अनन्तरं दकारस्य स्थाने जकारः, धकारस्य स्थाने झकारः, अपि च अन्ततो गत्वा नकारस्य स्थाने ञकारः इति भवति. तालव्यवर्णस्य प्रभावेण एतत् सर्वं भवति, अपि च सकारस्य स्थाने तालव्यशकारादेशः भवति इति अस्ति. अधुना सूत्रं तदर्थं किमस्ति इति पश्येम. करपत्रे प्रथमं सूत्रमस्ति, अत्र रक्षा भगिनी पठति वा. श्चुत्वसन्धिः स्तोः श्चुनाश्चुः, सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति शकारस्य चवर्गस्य च योजनेन. यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः सम्बध्यन्ते. स च तुश्च स्तुः, तस्य स्तोः समाहारद्वन्द्वः. श च चूश्च श्चुः, तेन श्चुना समाहारद्वन्द्वः. ष च चुश्च श्चुः समाहारद्वन्द्वः. स्तोः षष्ट्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं. त्रिपदमिदं सूत्रं तयोर्यार्वावचीसंहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितस्तु सूत्रं स्तोः श्चुनाश्चुः संहितायाम्. श्चुत्वसन्धिविधायकसूत्रम् इदं स्तोः श्चुना श्चुः इति सूत्रं वदति यत् सकारतवर्गयोः स्थाने तवर्गीयवर्णयोः स्थाने षकारचवर्गवर्णयोः आदेशः भवति यदा सकारतकारवर्गवर्गाणाम् अनन्तरं षकार वा चवर्गस्य शवर्गः भवति इति. अत्र तृतीया विभक्तिः उपयुज्यते सूत्रे. स्तोः श्चुनाश्चुः, श्चुना इति तृतीया विभक्तिः अस्ति, श्चुः इति उकारान्तपदम् अस्ति, षकारः अपि चवर्गाणां प्रतिनिधिः श्चुः इति. श्चुना इति तस्य तृतीया विभक्तिः. तृतीया विभक्तिः इत्युक्ते संयोजनम् इति. तर्हि सकारतकारवर्ग तवर्गीयवर्गीयव्यञ्जनानां स्थाने षकार चवर्गीयाणां संयोजनं भवति इति. हा, तत्र अनुवृत्तिसहितसूत्रं किम् आसीत्? स्तोः श्चुनाश्चुः संहितायां. हा, प्रत्येकं पदस्य विभक्ति इति. स्तोः इति स्तुः इत्यस्य षष्ठी विभक्तिः अस्ति. स्तोः इति षष्ठी इत्यनेन, क्षम्यता, षष्ठी इत्यनेन स्थाने इति. तर्हि स्तोः स्थाने श्चुना इति तृतीया विभक्तिः अस्ति. श्चु इत्यस्य स्तोः स्थाने श्चुना संयोजनं भवति केन सह? श्चुः इत्यनेन सह. श्चुः इति अपि प्रथमान्तम् अस्ति. श्चुः प्रथमान्तम् इत्यनेन किमस्ति? प्रथमान्तम् इत्यनेन अत्र आदेश आगमः अस्ति. आदेशः, क्षम्यताम्, आदेशः. नाम स्तोः श्चुः भवति श्चुना कस्यां दशायां? संहितायां विषये. स्तोः श्चुः श्चुना, अत्र च श्चुना इति तृतीया विभक्तौ इति कृत्वा वस्तुतः क्रमः न उक्तः. इत्युक्ते पूर्वं सकारतवर्गीय वर्णः भवितुमर्हति अपि च अनन्तरमपि भवितुमर्हति. नाम पूर्वं तालविषकारः, अनन्तरं न तालविषकारः इति न वदामः अत्र. पूर्वं यत्किमपि चकारः, अनन्तरं दन्त्यतकारः इति अस्ति चेदपि श्चुत्वसन्धिः भवति. स्तोः श्चुना श्चुः, अत्र तृतीयविभक्तिः इत्यनेन क्रमः न उक्तः इति कृत्वा सकारतकारः सवर्गः पूर्वमस्ति अनन्तरमपि इति न उक्तमिति कृत्वा उभयत्र उभयता भवति इति मनसि भवेत्. उभयता, तत्र उभयता इति कृत्वा उदाहरणं तत्र सन्धेः तत्र सूत्रस्य अधोभागे तत्र उदाहरणद्वयमस्ति. तत्र विद्याभगिनी पठति वा उदाहरणं? भवत् योगः चक्षुः, भवत् चक्षुः. अत्र कस्य प्रभावेण किम् अस्ति? अत्र चकारस्य प्रभावेन तकारस्य स्थाने चकारः आदेशः. हा, नाम किं पूर्वं किम् अनन्तरम् इति? तकारः अस्ति, तवर्गस्य तकारः अस्ति, अनन्तरं चकारः. हा, तर्हि दन्त्यवर्णः अत्र पूर्वः अस्ति, तालव्यवर्णः अनन्तरम् अस्ति, अत्र श्चुत्वसन्धिः भवति. अस्तु, द्वितीयम् उदाहरणं. यज् योगः नः, यज् योगः ज्ञा योगः अह. तत्र दोषः अस्ति, तत्र य ज इति नास्ति, य अग्रे यज्ञः न ज इति नास्ति, यकारः तत्र दोषः अस्ति, मुद्रणदोषः अस्ति, जकार यगः यकारः अस्ति. कथं पठामि? ज्ञः न न वदामि, मुद्रणदोषः अस्ति, जकारः नास्ति, यकारः अस्ति. अस्तु वदतु यज्ञः यज्ञः ओ यकार यज्ञः अस्तु अस्तु यज्ञः अत्र किम् अभवत् अत्र प्रथमं जकारः अस्ति अनन्तरं नकारः अत्र जकारस्य स्थाने जकारस्य कस्य स्थाने किं अत्र नकारस्य स्थाने ज्ञा भवति अत्र नकारस्य स्थाने ज्ञा भवति किमर्थम् इत्युक्ते प्रथमं जकारः अस्ति इति शिक्षा अस्ति अत्र अत्र प्रथमं तालव्यवर्णः अनन्तरं दन्त्यवर्णः अतः क्रमः उभयथा भवति उपरितने उदाहरणे भवत् चक्षुः कस्यचित् स्पीकर् फोन् अस्ति वा तत्र प्रति ध्वनिः इति श्रूयते स्पीकर् फोन् ब्लूटूत् हेड्फोन् इति मास्तु तदर्थम् अत्र प्रतिध्वनिः अस्ति यज् योगः नः तत्र अत्र विपरीतत्वेन तालव्यवर्णः प्रथमः अस्ति दन्त्यवर्णः अनन्तरम् अस्ति अत्रापि स्तुत्वसन्धिः भवति इति मनसि भवेत् तर्हि यज्ञः भवच्चक्षुः उभयत्र स्तुत्वसन्धिः अपि च कथं जानीमः यत् क्रमः अयं नाम तकारस्थाने तालव्यवर्गीयेषु वर्णेषु कः भवति इति कथं जानीमः कोऽपि वदति वा सुमित्रा भगिनी वदति वा किं किं प्रश्नः किम् इति न जानाति इति वा न गच्छति वा प्रश्नः कृपया लक्ष्मी भगिनी वदति वा न जानामि महोदय अस्तु सूत्रे सूत्रव्याख्यानस्य द्वितीयं वाक्यं किम् यथा साङ्ख्यम् अनुदेश्य समानम् इति परिभाषासूत्रम् इति परिभाषासूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः सम्बध्यन्ते अत्र रक्षाभगिनी साहाय्यं करोति वा अत्र किमस्ति यथा साङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रमस्ति यद्वदति यद् क्रमेण आदेशः वा अथवा आगमः आगच्छति स्थानिनः स्थाने आगमः इति न अत्र अत्र सामान्यतया आदेशः अस्ति आदेशः सामान्यतया इति न आदेशः एव अस्ति आगमः न यस्य स्थाने भवति आगमः यत्र कुत्रापि षष्टिविभक्ति अस्ति स्थानी इति अस्ति तत्र आदेशः एव आगमः नार्हति खलु महोदय आगमः इति अवसरः नास्ति तत्र आगमस्य प्रसङ्गे एक एव वर्णः आगच्छति एव कस्यचित् स्थाने इति न यत्र स्थाने आदेशः भवति तत्र कस्य स्थाने कः आदेशः अस्ति इति यत्र निर्णयः कर्तुम् इच्छामः यथा इको यनचि इति अपि तत्रापि तथैव यथा सङ्ख्यम् अनुदेशः समानमिति वदामः प्रायः एचो यवायावः इत्यस्मिन् प्रसङ्गे अपि दृष्टमासीत् एचो यवायवः अपि अस्ति अस्ति यथा सङ्ख्यम् अनुदेशः समानम् इत्युक्ते प्रायः तेन सूत्रेण सुलभं स्यात् इति मन्ये तर्हि एचौ यवयावः उदाहरणं स्वीकुर्मश्चेत् एच् वर्णेन वर्णानां स्थाने नाम ए ओ ऐ औ एषां वर्णानां स्थाने क्रमेण ऐ औ ऐ आव् आदेशः भवन्ति तर्हि क्रमः केन सूत्रेण निर्दिश्यते इति चेत् अनेन सूत्रेण यथा सङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रम् अस्ति, तेन सूत्रेण क्रमः निर्दिश्यते अपरेषु सूत्रेषु कस्य स्थाने किम् आगच्छति इति. अत्र तु अनेन सूत्रेण एव उद्देशिनां नाम सकारस्य अथवा तवर्गीयव्यञ्जनानां स्थाने यथा क्रमम् अनुदेशिनः सम्बध्यन्ते. अत्र अनुदेशिनः सन्ति षकारः अथवा चवर्गस्य वर्णाः, अतः तकारस्य वर्गाणां स्थाने क्रमेण चवर्गीयव्यञ्जनाः व्यञ्जनानि आगच्छन्ति इति. हा समीचीनमस्ति. लक्ष्मीभगिनी प्रश्नः अस्ति वा? तथा एव तकारस्य स्थाने चकारः, धकारस्य स्थाने चकारः, तथा क्रमेण आगच्छन्ति. हा तस्थाने च, थ स्थाने छ, ज स्थाने द इत्यादिकमस्ति. अनेन परिभाषासूत्रेण निर्णीयते, ज्ञायते अस्माभिः. हा इति कृत्वा स्तु नास्तुः स्तोः स्तु नष्टुः इति सूत्रं कार्यं करोति. क्रमेण एवं भवति. अपि च अग्रे नाम तवर्गीयवर्णः पूर्वमपि भवितुमर्हन्ति, अनन्तरमपि भवितुमर्हति इति वार्ता अस्ति. समीचीनम् अस्तु. किन्तु महोदय, किन्तु तृतीया विभक्ति अस्ति चेत् एव एतादृशी स्थितिः किल, पूर्वं पूर्वमपि परमपि इति. नो चेत् स्पष्टता अस्ति, सप्तमी इति पूर्वं, पञ्चमी इति परम् इति. हा अत्रापि स्पष्टता अस्ति. स्पष्टता इत्युक्ते अत्र न यत् उभयता भवति, अत्र अस्पष्टता इति नास्ति खलु. स्पष्टता इति अस्ति, स्पष्टमस्ति यत् उभयता भवति तृतीयविभक्तौ. अस्तु हा अस्तु, अग्रे गच्छेम तर्हि. महोदय, अत्र यज् योगः नः इति द्वितीया अथवा चतुर्थी विभक्तिः भवति, कः का अस्ति अत्र? नः इति यज् योगः नः इति वा? आम् आम्, नः इति प्रथमविभक्तौ अस्ति, तावदेव प्रथमविभक्तौ. अस्तु महोदय, अस्तु तर्हि अग्रे गच्छेम. अधुना अग्रिमं सूत्रं, करपत्रे एकं सूत्रमस्ति, ततः अधोभागे एकम् उदाहरणं दत्तमस्ति. राजेन्द्रमहोदय तत्र पठति वा उदाहरणं? प्रश्योगनः प्रश्नः अत्र किम् अभवत्? अत्र तु सन्धि तु न अभवत्, तत्र षकारः तालिश् षकारः आसीत्, तदनन्तरं दन्ति नकारः अस्ति, तथावदेव तिष्ठति तत्र, चिन्तयामि. वैचित्र्यमस्ति खलु, वैचित्र्यमस्ति, यतोहि नकारस्य स्थाने यकारादेशः भवति स्म स्थित्वसन्धिं कृत्वा, नकारस्य स्थाने तालवे ञकारादेशः प्रश्नः इति भवति स्म, किन्तु तथा नास्ति. अस्माकं प्रसिद्धशब्दः अस्ति खलु प्रश्नः, तत्र मेलनमेव जातमस्ति, न तु सन्धिः, सन्धिकार्यं न जातं. तत् किमर्थमिति चेत् अग्रे अजयमहोदय पठतु कृपया सूत्रमस्ति. षकारात् परस्य सूत्रं वदतु. शात् शात् शात् शकारात् परस्य तवर्गस्य च्युत्वं न स्यात्. तवर्गस्य च्युत्वं, तवर्गस्य च्युत्वं न स्यात्, तवर्गस्य च्युत्वं न स्यात्. स्तोः श्चुनाश्चुः इत्यस्य निषेधकसूत्रं शात् पञ्चम्यान्तम् एकपदमिदं सूत्रं तोः शी इत्यस्मात् तोः इत्यस्य अनुवृत्तिः न पदान्तातोरणाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं शात् तोः न संहितायाम् सूत्रार्थः कः शकारात् परस्य तवर्गस्य चुत्वं न स्यात् अस्य अर्थः कः शकारात् न अस्ति वा सरला भगिनी सहायं करोति वा सरला भगिनी अस्तु महोदय शकारात् यदि शकार पूर्वम् अस्ति तस्य अनन्तरं तवर्गस्य तवर्ग अस्ति शकार चुत्वं न भवति मीन्स् तस्य तवर्गस्य प्रभावेन तस्य कस्य प्रभावेन तवर्गस्य प्रभावेन तवर्गस्य परिवर्तनं भवति तवर्गस्य प्रभावेन इति न शकार तालव्यशकारस्य प्रभावेन यथा प्रश्योगः नः अत्र चक् नाम अत्र शका अग्र तत्र प्रथमतया यः शकालः शकारः अस्ति तस्य प्रभावेण दन्त्यनकारस्य परिवर्तनं भवितुं भवति स्म किन्तु कस्य प्रभावेण दन्तव्यस्य प्रभावेन तालव्यशकारस्य तालव्यस्य शकार तस्य प्रभावेन अहं चिन्तयामि पर यदि अस्ति तत् तस्य प्रभावेन न अत्र अत्र अस्मिन् सूत्रे तथा नास्ति किन्तु अत्र शकारात् इति उक्तमस्ति खलु शात् सूत्रमस्ति शात् शात् इत्यस्य का विभक्तिः पञ्चमीविभक्तिः इत्युक्ते किं तस्य परं कार्यं तस्य परं भवति हा नाम यत् निमित्तमस्ति यत् कारणमस्ति तत् प्रथममस्ति प्रथमं कारणं किं शकारः शकारः इति अस्य सन्धेः कारणं भवति चेत् अपि च तच्च सकारः प्रथममस्ति चेत् एव अस्य निषेधकसूत्रं कार्यं करोति तालव्यशकारः अनन्तरम् अस्ति चेत् कार्यं भवति न आनन्देन भवति कार्यं स्तोहुष्टु नष्टुहतिनेन केवलं शकारः पूर्वमस्ति चेत् न भवति अपि च शकारः पूर्वमस्ति अपि च अनन्तरं तवर्गीय कश्चन वर्णः सकारः इति न उक्तमत्र स्तोः च्युत्वं न भवति इति न उक्तं तवर्गस्य च्युत्वं न भवति अतः पूर्वं तालविषकारः अनन्तरं सकारः इति चेत् अपि भवति अपि च पूर्वं शकारं वर्जयित्वा अन्य कोऽपि तालव्यवर्गीय व्यञ्जनमस्ति चेत् नाम पूर्वमस्ति चेदपि भवति केवलं पूर्वं शात् इति सूत्रं विशिष्टसूत्रम् अतीव विशिष्ट विशेषसूत्रमस्ति पूर्वं तालव्यशकारः अनन्तरं तवर्गः अनन्तरं सकारः इति न अनन्तरं तवर्गीय कश्चन इति चेत् न भवति यथा प्रश्नः स्पष्टमस्ति वा अस्तु अस्तु समीचीनमस्ति अत्र इदानीं किं सुमित्रा भगिनी अस्य सूत्रस्य अर्थः कः इति वदति वा सत्यं यथा शकारः प्रथमम् अस्ति सवर्गः अनन्तरम् अस्ति तत्र शुत्वं सूत्रं न कार्यं करोति हा च्युत्वं न भवति इति इति श्च्युत्वसन्धिविधायक निषेधकसूत्रं निषेधकसूत्रं निषेध्यते. तर्हि अस्तु, समीचीनमस्ति. शात् तोः न संहितायां, शात् तोः न संहितायाम् इति अनुवृत्तिसहितसूत्रं. तत्र रविमहोदय वदति वा अस्य अर्थः कः? यत्र संहिताविषये संहिताविषये अत्र शात् इति स्तोश्चु नाश्चुः तस्य सूत्रस्य अपवादसूत्र अस्ति. अपवादः न, निषेधकसूत्रम्. अपवादसूत्रं निषेधकसूत्र अस्ति. यत्र शात्तोः न इति वदतु कृपया. शात्तोः न, शात्तोः न, शात्तोः न. यत्र शकारस्य परे सवर्गीयव्यञ्जन अस्ति तत्र श्चुत्व न भवति. हा सत्यम्. अत्र तोः इत्युक्ते किं? तवर्ग. तत्र का विभक्तिः? कथं तवर्गः सूच्यते अनेन? तु इति तवर्गी तवर्ग. हा तु इति तवर्गः. अपि च अत्र तु इति नास्ति, तोः इति अस्ति. तोः इत्युक्ते यथा गुरुः इत्यस्य षष्ठी अन्तं रूपं किं? गुरोः. हा, शिशुः? शिशवोः. हा, तुः? तोः. हा, तुः इति अस्य तोः इति भवति. हा, तर्हि तवर्गीय तत्र प्रथमविभक्तौ तवर्गीयव्यञ्जनानां नामकरणमस्ति तुः, तस्य षष्ठी अस्ति तोः. शात् तोः न भवति संहितायां विषये इति श्चुत्वसन्धिः इति विषयः. इति यावद् ज्ञातव्यमस्ति अस्माभिः सर्वं ज्ञातम् इदानीं. तर्हि पुनः इदानीं पुस्तके किं किम् अस्ति इति पश्येम. विलम्बेन के के आगतवन्तः? आम्, अत्र तोः सप्तम्यन्तं भवति खलु, तोः सप्तमे विभक्तौ अस्ति खलु महोदय. शात् तोः न, अत्र शात् तोः न, तोः इति सप्त सप्ति नास्ति, षष्टि अस्ति. शात् तोः च्युत्वं सत्वमि कथम् इति परमस्ति खलु महोदय, परे अस्ति अतः अत्र सप्तमी विभक्ति. नाम शिशोः शिशुः शिशुः इति सप्तमी किमस्ति? शिशौ भवति खलु महोदय. समीचीनं, क्षम्यतां महोदय. हा, न समीचीनमेव प्रश्नः, सम्यक् अस्ति. तत्र शात् तौ इति कल्पना भवितुमर्हति स्म, शात् तौ इति, किन्तु शात् तौ किं न इति तदानीं न इति तत्र अन्वयः न भवति स्म. शात् तौ किं न भवति इति न उक्तं, किन्तु अत्र शात् तोः नाम स्थाने आदेशः न भवति इति अधुना स्पष्टता जायते. इदानीं तोः अत्र षष्ठ्यन्तं तस्य तस्य स्थाने कार्यं न भवति इति तस्मिन् अर्थे एव, अतः षष्ठ्यन्तमेव महोदय. समीचीनम्, इदानीम् अवगच्छामि, धन्यवादः. समीचीनमस्ति महोदय. अस्तु, प्रश्नः अस्ति अत्र न इति उक्तं खलु, किं किं न भवति इत्यस्य सूचनार्थं स्तोश्च नाश्चुः इत्यस्य अनुवृत्तिः अपि भवति वा? अत्र अत्र अवगम्यते केनचित् कारणेन न स्थापितमासीत्. अत्र श्चुः इति अनुवृत्तिः भवितुमर्हति स्म, किन्तु न स्वीकृतं. नाम पाणिनिः न सूचितवान् अनुवृत्तिः का का काः काः अनुवृत्तयः भवन्ति. तेन केवलं सूत्रं दत्तमस्ति, स्तोः ष्टुनाष्टुः इति पूर्वसूत्रमस्ति, अनन्तरं शात् अनन्तरं सूत्रमस्ति, किन्तु वैयाकरणाः पण्डिताः तदनन्तरं न उक्तवन्तः यत् यत् अस्तुतः वस्तुतः किं वक्तव्यमासीत् अत्र श्चुः इति न चुः चुः इति एव वक्तव्यमासीत्, तत्र तत्र पदस्य पदं भग्नं स्यात् इति प्रायः कृत्वा न उक्तं शात् तोः यद् भवति स्म तद् न भवति इति, यद् भवति स्म तत् सर्वे जानन्ति, अतः तथा तथा अस्ति न उक्तं, जानीमः किमस्ति इति. अस्तु, विलम्बेन के के आगतवन्तः, अन्य के केचन जनाः आगतवन्तः इति भाति, रामप्रिया भगिनी, पुष्पा भगिनी, अन्य कोऽपि वा? श्रीनिवासमहोदय, अनन्तरम् अन्य कोऽपि? अस्तु, तर्हि अग्रे पुस्तके जगन्नाथमहोदय तत्र सकारस्य द्वितीयम् उदाहरणं एकनिमिषं महोदय, म्यूट् मध्ये आसम्. पुस्तके पाण्डवास् पाण्डवास् योग च पाण्डव योग स् योग च योग अ तद्भवति पाण्डव योग श् योग च योग अ तद्भवति पाण्डवाश्च इति. अत्र किं भवत् किम् अभवत्? सुकारस्य स्थाने शुकार आगच्छत्. कस्य प्रभावेन? स्तोश्चुनाश्चुः इति प्रभावेन, इति सूत्रेण, इति सूत्रेण कस्य कस्य वर्णस्य प्रभावेन एतत् परिवर्तनं जातमस्ति, नाम निमित्तं कस्य बलेन, किं कारणं? सकारस्य स्थाने शकारः जातः, कारणं किम्? श्चुः इति आदेशः भवति इति कारणेन न, तत् फलमस्ति, कारणं न फलम्. अस्तु, कारणं किं? सकारस्य तवर्गच स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्ग च योजनेन. अत्र सकारस्य स्थाने तालव्यशकार आदेशः भवति कदा? यत्र पुनः परस् शकार ओ शकारस्य एकनिमिषः सकारस्य स्थाने तालव्यशकारः भवति अत्र रामप्रिय भगिनी सहायं करोति वा? चकार अपि तालव्य इति अस्ति, सकार तु तालव्यशब्दः नास्ति. किं किं किमिति? ओ चकार परं शब्दः, परस्य शब्दः परमागच्छ परे आगच्छति, तस्मात् पूर्व पदस्य स्थाने तालव्यशब्दः शब्दम् आगमनीयम् इति. पूर्वपरयोः इति अत्र नास्ति, किन्तु रामप्रिय भगिनि किञ्चित् वदतु कृपया. तालव्यवर्णः निमित्तमस्ति, चकारः परः अस्ति, अतः सकारस्य शकारः परिवर्तनं भवति. अत्र चकारः अत्र नाम अत्र सर्वैः अवगन्तव्यमस्ति यत् चकारः परः अस्ति अतः भवति कार्यम् इति नास्ति, अपि तु सकारचकारयोः सम्पर्कः जातः, चकारः पूर्वमपि भवितुमर्हति स्म, अनन्तरमपि भवितुमर्हति स्म, अत्र परः अस्ति, किन्तु अत्र तृतीयविभक्तौ अस्ति खलु तत्र निमित्तम् इति कृत्वा स तत्र सम्पर्के आगतः नाम योजनं द्वयोः योजनेन तत्र चकारस्य प्रभावेन सकारस्य स्थाने तालव्यषकारादेशः जातः इति नाम भवत्या यदुक्तं तत्तु सत्यमेव केवलम् अवगमनार्थम् अहं किञ्चित् इतोपि उक्तवान् किन्तु सत्यं भवत्या यदुक्तं तत्तु तथा अस्ति चकारस्य प्रभावेण सकारस्य स्थाने तालव्यषकारादेशः जातः पुनः अत्र यथा प्रथमे उदाहरणे शिशुः पाण्डवाः अत्र विसर्गसन्धिः अस्ति मूलशब्दः आसीत् शिशुः अत्र पाण्डवाः अनन्तरं विसर्गस्य स्थाने सकारः जातः इति स्थितिः अस्ति श्रीनिवासमहोदय अधोभागे पठतु तत्र टिप्पणी अस्ति खलु लघु अक्षरेण लिखितमस्ति शिशुः योगशेते तत्र किमस्ति शिशुः योगः शेते शिशुः योगः विसर्गः शिशुयोगः विसर्गः योगः शकारः योगः एते इति शिशु योग सकारः योगः शकारः लिखितमस्ति भोः अत्र विसर्गसन्धेः क्षम्यताम् अत्र विसर्गसन्धेः निमित्तम् अस्ति अथवा शिशु योगः सकारः योगः शकारः योगः एते विसर्गस्य सकारादेशः इति यत्र अग्रे विसर्गसन्धेः पाठः आयास्यति तस्मिन् अवसरे एतत् सर्वं द्रक्ष्यामः इदानीं मन्तव्यमस्ति यत् शिशुस् इति शिशुः आसीत् विसर्गसन्धिं कृत्वा तत्र विसर्गस्य स्थाने सकारादेशः भवति अस्तु द्वितीयम् उदाहरणमस्ति पुष्पभगिनी वदतु पाण्डवाः योगः च पाण्डवा योगः विसर्गः च योगः अत्रापि विसर्गसन्धेः निमित्तम् अस्ति पाण्डवा योगः स योगः च योगः आ विसर्गस्य सकारादेशः हा बहु समीचीनमस्ति इति अस्ति इति स्थितिः अस्ति अस्तु अग्रे पद्मा भगिनी तृतीयम् उदाहरणं रामस् आम् महोदय रामस् योगः छात्रः राम योगस्य सकारः योगः चकारः योगः आत्रः राम योगः शकारः अत्र शकार आदेशः भवति योगः चकारः योगः आत्रः रामश्छात्रः हा कस्य प्रभावेण किम् अभवत् तालव्यस्य प्रभावेन शकारः भवति आदेशः भवति परिवर्तनं हा बहु समीचीनमस्ति तालव्यछकारस्य प्रभावेण दन्त्यसकारस्य स्थाने तालव्यषकारादेशः जातः अस्तु अग्रे किं लिखितमस्ति षकारस्य षकारो भवति विकल्पेन एतेषु उदाहरणेषु साकारात् परतः शकारचवर्गौ वर्णौ सः तत्र सकारस्य स्थाने शकारादेशः सम्पन्नः अर्थः कः उपरि एतानि उदाहरणानि अत्र शकार स्थाने शकार आदेशः भवति तालव्य तालव्य प्रभावेन तर्हि अत्र समीचीनमस्ति. दन्त्यसकारस्य उदाहरणानि सन्ति यत्र तालव्यवर्णस्य सम्पर्ककारणतः तालव्यसकारस्य स्थाने तालव्यादेशः नाम तालव्यषकारादेशः भवति. सकारस्य स्थाने सर्वदा षकारादेशः भवति. सकारस्य स्थाने न भवति खलु, केवलं तालव्यषकारादेशः भवति इति उदाहरणमस्ति. अस्तु, राजेन्द्रमहोदय अग्रे कृपया. आं महोदय, पुस्तके वा महोदय? आम्, एतानि उदाहरणानि परिशील्यत. प्रथमं तु अभवत्, द्वितीयं महोदय? हा अस्तु, अत्र प्रथमे उदाहरणे किं वक्तव्यमस्ति भवत् शक्तिः, तत्र फलं किमस्ति? अत्र तु षकार षकार तालविषकारस्य स्थाने तकारस्य चकारः भवति. भगवद्योगशक्तिः तत्र भगवयोग तकारः योगषकारः योगशक्तिः भगवयोगचकारः योगषकारः तकारस्य स्थाने चकारः आदेशः भवति. योगशक्तिः भगवत् भगवत् शक्तिः षकारः अत्र कस्य प्रभावेण किं जातम्? अत्र तु तालवि षकारस्य प्रभावेन दन्ति तकारस्य तालवि चकारः जातः. हा समीचीनमस्ति, बहु समीचीनमस्ति. अनन्तरम् अग्रे अस्माकं करपत्रे दशमसन्धिः अस्ति. अत्र स्टुत्वसन्धिः इति प्रथमः, दशमसन्धिः कः? तत्र सुब्रह्मण्यमहोदय तत्र व्याख्यानं, तत्र केवलं प्रथमवाक्यं पठतु कृपया. छत्वसन्धिः अत्र सूत्रमस्ति महोदय, षष्ठोटि. जयः उत्तरस्य षकारस्य अटिपरे छकारादेशो भवति अन्यतरस्याम्. अत्र जयः उत्तरस्य षकारस्य अटिपरे छकारादेशो भवति अन्यतरस्याम्. अत्र अट् प्रत्याहारः इत्युक्ते हयवर स्वराः, हयवर सर्वे अन्तर्भूताः. अत्र झयः इत्युक्ते जबगडद खफ चठ च चटत कप वर्णाः. झयः इत्युक्ते झयः इत्युक्ते अननुनासिकवर्गीयव्यञ्जनानि. अननुनासिक नाम तत्र यमगणना इति वर्गीयव्यञ्जनानि विहाय अन्यानि सर्वाणि. झयः शः छः अटि संहितायाम् अन्यतरस्याम्. अन्यतरस्याम् इत्युक्ते विकल्पेन. विकल्पेन किं भवति? विकल्पेन अत्र शः इत्यस्य स्थाने छः भवति. अटि परे अस्ति इत्युक्ते स्वराः हयवर वर्णाः परे अस्ति इति अर्थः. अत्र अपि च पूर्वं किं स्यात्? पूर्वमस्ति, पूर्वं षकारः अस्ति चेत्. न, पूर्वं झै. झयः एकनिमिषं महोदय. पूर्वं झै, अनन्तरं षकारः, अनन्तरम् अट्. इति चेत् षकारस्य स्थाने छकारादेशः भवति विकल्पेन इति अर्थः. झै ष अट् इति क्रमः अस्ति. पूर्वं झै, मध्ये षकारः, अनन्तरम् अट् इति अवस्थायां चकारादेशः भवति षकारस्य स्थाने विकल्पेन. अत्र तादृशी स्थितिः अस्ति वा? अत्र प्रथमं अत्र प्रथमं च अस्ति, तत्तु झै प्रत्याहारे अस्ति. अनन्तरम् अत्र षकारः अस्ति, अनन्तरम् अक्ति, तत्तु अट् प्रत्याहारे अस्ति, अ अस्ति. अतः तादृश अकारः अस्ति, तत्तु अट् प्रत्याहारे अस्ति. अतः अत्र प्रथमं झै प्रत्याहारस्य च वर्णः अस्ति, अनन्तरं तालव्यषकारः अस्ति, अनन्तरम् अट् प्रत्याहारस्य अकारः अस्ति. अतः अत्र तादृशा स्थितिः अस्ति. अतः तादृशी स्थितिः अस्ति. अतः अत्र षकारस्य स्थाने अत्र छकारः भवति विकल्पेन. अतः तावदेव अस्ति. अस्तु, चत्वसन्धिः. चत्वसन्धिं वयं करिष्यामः अग्रे, अस्मिन् पाठे आयास्यति, किन्तु अत्र उदाहरणम् अस्ति इति कृत्वा प्रदर्शितमस्ति. अस्तु, बहु समीचीनमस्ति. अग्रे भवान् एव द्वितीयं करोतु कृपया. आश्चर्यवत् योगः च. अत्र आश्चर्यव योगः त योगः च योगः अ. अत्र अत्र दन्त्यतकारः, तस्य अनन्तरं तालव्यचकारः. अतः तकारचकारयोः मेलनेन अत्र तकारस्य संख्यामनुदेशसमानाम् इत्यस्मात् अत्र चकारः आगत्य आश्चर्यव योगः च योगः च योगः अ आश्चर्यवच्च इति रूपं निष्पन्नं भवति. हा, बहु समीचीनमस्ति. अस्तु, अग्रे अग्रे तर्हि विद्या भगिनि. जगत् योगः छत्रं, जग् योगः त योगः च जग योगः अत्रं, जग् योगः जग जग जग योगः च योगः छ योगः अत्रं. अत्र तकारस्य स्थाने चकारादेशः भवति. किमर्थम् इत्युक्ते तकारस्य अनन्तरं छकारः अस्ति. चकारश्चकारयोः मेलनेन अथवा चकारस्य प्रभावेण तकारस्य स्थाने चकारः आदेशः भवति. तदर्थं जगच्छत्रम्. हा, बहु समीचीनमस्ति. अग्रे नरेशमहोदय, अग्रे वदति वा महोदय. यत् योग जुहोषि, य योग द योग ज योग उहोषि, य जो योग ज योग ज योग उहोषि, यज्जुहोषि. द स्थाने ज आगता, यज्जुहोषि. हा, कस्य प्रभावेन? सवर्गात् परः चवर्ग अस्ति, चवर्ग जु अस्ति. तदपि सवर्ग द स्थाने ज आगतः. अग्रे स्थितस्य तालव्यवर्णस्य जकारस्य प्रभावेण तालव्यदकारस्य दन्त्यदकारस्य स्थाने जकारादेशः भवति. अत्र एकं वैशिष्ट्यमपि अस्ति. अस्तु, फलं किं भवति? फलं चवर्ग अस्ति. न, शब्दः कः महोदय, उच्चारयतु. यज्जुहोषि इति फलमस्ति. अत्र वैशिष्ट्यमस्ति किन्तु एकं, यद् इति प्रदर्शनमस्ति, मूलशब्दः अस्ति यत्. मूलशब्दः यत् यत् वस्तुतः यत् योगः जुहोषि. यत् योगः जुहोषि इत्यस्यां दशायां सूत्रद्वयं प्रसक्तमस्ति, नाम सन्धिद्वयम्. एकमस्ति श्चुत्वसन्धिः, श्चुत्वसन्धिः ज्ञायते अस्माभिः. अन्यत् अस्ति जष्ट्वसन्धिः. जष्ट्वसन्धिः, जष्ट्वसन्धिम् अत्र प्रायः अग्रिमसन्धिः अस्ति इति भाति. हा, तृतीयसन्धिः, तृतीयः अस्ति जष्ट्वसन्धिः. अत्र बालसुब्रह्मण्यं वदति तत्र जष्ट्वसन्धस्य सन्धेः तत्र व्याख्यानं, प्रथमवाक्यं पठति वा बालसुब्रह्मण्यमहोदय? जष्ट्वसन्धिः तृतीयः, करपत्रे जला जशोन्ते पदान्ते जलः स्थाने जस् आदेशो भवति. तस्य अर्थः न, सर्वं नापेक्षितं, केवलं पदान्ते जलः स्थाने जस् आदेशः भवति. पदान्तः अस्ति चेत् अपि च तस्य अन्तिमवर्णः जल् अस्ति चेत् तत्स्थाने, तस्य स्थाने जस् आदेशः भवति. हा, तर्हि अत्र पदमस्ति यत्. यत् एकं पदमस्ति. यत् इति पदस्य अन्तिमवर्णः झलि अस्ति वा, झल् प्रत्याहारे अस्ति वा? अस्ति. झल्, झल् इत्युक्ते सर्वाणि अननुनासिकवर्गीयव्यञ्जनानि योगः शशसः इति झल्. झ इत्यस्मात् आरभ्य लपर्यन्तं झल्. यमगणनम् इति अनुनासिक वर्गीयव्यञ्जनानि विहाय. तर्हि अत्र तकारः अन्तर्भूतः अस्ति, पदान्ते अस्ति, तकारः पदान्ते अस्ति. तस्यां दशायां तकारस्य स्थाने जश् आदेशः भवति. जश्, जश् प्रत्याहारः, तत् जश् प्रत्याहारे के के वर्णाः सन्ति? जबगडद. स्थानेन्तरतमः इति सूत्रेण, स्थानेन्तरतमः इति सूत्रेण तत्र तकारस्थाने तस्य एव वर्गस्य तृतीयसद, नाम एते वर्णाः जबगडद इति सर्वेषां वर्गाणां तृतीयः सदस्यः, तृतीयसदस्याः सन्ति. जबगडद इति तृतीयसदस्याः सन्ति. अत्र प्रथमसदस्य तत्तत् वर्गस्य प्रथमसदस्य अथवा प्रथमः इति न, अत्र प्रथमसदस्यः तत्र झल् नाम प्रथमः, द्वितीयः, तृतीयः, चतुर्थः सदस्यस्य, प्रथमस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्य, चतुर्थस्य सदस्यस्य स्थाने तृतीयसदस्य आदेशः, तत्तत् वर्गस्य तृतीयसदस्य आदेशः भवति पदान्ते. अत्र यत् इति पदान्ते अस्ति तकारः, अतः तकारस्य स्थाने तृतीयसदस्य आदेशः भवति. कः वर्णः महोदय? अतः अत्र प्रश्नः उदेति यत् जष्ट्वसन्धिं पुनः प्रथमतया कुर्मः अथवा श्चुत्वसन्धिं प्रथमतया कुर्मः इति प्रश्नः अस्ति. इति प्रश्नः अत्र जष्ट्वसन्धिः अथवा श्चुत्वसन्धिः कथं जानीमः, नाम सूत्रक्रमः, कार्यक्रमः कः इति चेत् इति चेत् सूत्रसङ्ख्यां सूत्रसङ्ख्या द्रष्टव्या, सूत्रसङ्ख्या अष्टम सूत्रं सूत्रद्वयमपि सूत्रद्वयम् अपि अष्टमाध्याये अस्ति. अत्र अष्टमाध्यायस्य द्वितीयपादे अस्ति जलां जश तत्र जलां जशन्ति द्वितीयपादे अस्ति. अपि च द्वितीयमस्ति चतुर्थीपादे अस्ति. नाम यदि वयं यदि अस्तु प्रथमतया स्टुत्वसन्धिं कुर्मः, यत् योगः जुहोषि, यत् योगः जुहोषि, अत्र रत्नाभगिनी वदतु कृपया, यत् योगः जुहोषि अत्र स्टुत्वसन्धिं कृत्वा वदतु. तकारः अस्ति चेत् न तकारः अस्ति चेत् हा तकारः अस्ति चेत् तकारस्य तृतीय तु वर्गस्य तृतीयसदस्यः अस्ति दकारः. मया किम् उक्तं स्टुत्वसन्धिं कुर्मः चेत् यत् योगः स्टुत्वसन्धिं कुर्मः चेत् किं भवति? हा स्टुत्वसन्धिं कुर्मः चेत् दन्तीयतकारस्य स्थाने तालव्यचकारादेशः भवति. हा तालव्यचकारः अस्ति तस्यां दशायां यच् यच् योगः जुहोषि. अधुना जष्ट्वसन्धेः अवसरः अस्ति वा? यच् यच् जुहोषि यच् चकारः अस्ति. आम् अस्ति. नाम तत्र निमित्तं किं? जष्ट्वसन्धि विधायकसूत्रमस्ति जलां जशोन्ते, अत्र पदान्ते जलः स्थाने जश आदेशो भवति इति तत्र अवसरः अस्ति वा? यच् आम् अस्ति. हा पदान्ते चकारः अस्ति तत्र झकारस्य आदेशः भवति. हा चकारस्य स्थाने जकारः इति भवति. इदानीं प्रथमतया जष्ट्वं कृत्वा स्टुत्वं कुर्मः चेत् कथमस्ति? जष्ट्वं कृत्वा यद् यद् प्रथमतया यत् आरम्भे यत् अस्ति मूलशब्दः यत् अस्तु यत् जुहोषि तत्र यत् स्थाने यच् भवति यद् भवति यद् जुहोषि अनन्तरं यद् स्थाने दकारस्य स्त हा नाम कः सन्धिः किमस्ति इति वक्तव्यमस्ति सर्वे अवगच्छेयुः. अस्तु एकनिमिषं लिखित्वा वदामि महोदय. यद् चकार अनन्तरं झकारः अस्तु प्रथम यत् जुहोषि अस्ति प्रथमं तत्र तकारस्य स्थाने दकारः आगच्छति. किमर्थम् इत्युक्ते जष्ट्वसन्धिः अस्ति जष्ट्वसन्धिः अस्ति यत्र तकारस्य स्थाने दकारः आगच्छति. अनन्तरं चुत्वसन्धिं कृत्वा दकारस्य स्थाने जकारस्य आदेशः भवति. अतः मूलशब्दः यत् अनन्तरं जुहोषि अत्र प्रथमतया जष्ट्वम् अनन्तरं स्टुत्वम् अथवा प्रथमं स्टुत्वम् अनन्तरं जष्ट्वम् इति उभयत्र फलं समानमस्ति. सर्वदा तथा नास्ति. अत्र फलं समानम् उभयत्र. किन्तु वस्तुतः क्रमः निश्चितः अस्ति. क्रमः निश्चितः अस्ति. एकं सूत्रमस्ति पूर्वत्र अत्र अग्रे अस्ति. अग्रे सूत्रमस्ति पूर्वत्र सिद्धम् इति अग्रे अस्ति. पूर्वत्र सिद्धम् इति अग्रे द्वादशं सूत्रमस्ति. अनन्तरम् एव हल्सन्धीनां क्रमः कथं ज्ञायते इति करपत्रस्य अन्ते अस्ति. हल्सन्धीनां क्रमः कथं ज्ञायते पूर्वत्र सिद्धम् अग्रे द्रक्ष्यामः. किन्तु इदानीं केवलम् अवगन्तव्यमस्ति यत् अष्टमाध्यायस्य द्वितीयपादात् ग्रन्थस्य समाप्तिपर्यन्तं क्रमः कार्यक्रमः भवति यत् पूर्वसूत्रं प्रथमं भवति पूर्वसूत्रम्। अत्र जष्ट्वसन्धिः अष्टमाध्यायस्य द्वितीयपादे अस्ति, षट्वसन्धिः अष्टमाध्यायस्य चतुर्थे पादे अस्ति। पूर्वसूत्रं किम्? जलां जशोन्ते, हा इति पूर्वसूत्रम्। इति कृत्वा जष्ट्वं प्रथमं प्रथमतया कर्तव्यमस्ति। अत्र यद्यपि फलं समानम् उभयत्र, किन्तु सर्वत्र तथा नास्ति इति कृत्वा अष्टमाध्यायस्य द्वितीयपादात् आरभ्य ग्रन्थस्य अन्तपर्यन्तं पूर्वसूत्रं प्रथमतया स्वीकर्तव्यमस्ति इति मनसि निधाय अग्रे गच्छेम। अस्तु महोदय, अत्र जलं जशोन्ते केवल पदान्तस्य विषये अस्ति, अनन्तरं कः वर्णः अस्ति इति चिन्तनं नास्ति किल? सत्यं सत्यं, चिन्तनं नास्ति एव, बहु समीचीनम् अस्ति भगिनि। अग्रे नाम तत्र यत् एकाकी अस्ति चेदपि, यत् इति शब्दः एकाकी अस्ति चेदपि जलां दशन्ति इति सूत्रेण तकारस्थाने दकारादेशः भवति पदान्ते यद्। अस्तु अस्तु, किन्तु तत् संहिता नास्ति तत्र। किमस्ति, किं नास्ति? संहिता नास्ति, संहिता नास्ति, हा, किन्तु तथा अस्ति पदान्ते, पदान्ते अस्ति जलां दशन्ते इति पदान्ते भवति, पदान्ते जलः स्थाने जशादेशः भवति। अस्तु अग्रे गच्छेम तर्हि। रक्षा भगिनी अग्रे। भगिनी अस्ति? अस्तु सुमित्रा भगिनी अग्रे कृपया। किञ्चित् क्लेशः अस्ति परन्तु प्रयत्नं करोमि। क्लेशः अस्ति? प्रथमं किं कर्तव्यम् इति नाम विषये क्लेशः अथवा अन्यः कोऽपि क्लेशः? जष्ट्वं प्रथममस्ति, यतोहि क्रमे सूत्रसङ्ख्यादृष्ट्या प्रथमं सूत्रमस्ति। अस्तु महोदय, सङ्ख्या प्रथममस्ति यत्र, यत् सर्वत्र तथा तादृश अवसरः नास्ति, किन्तु अत्र अग्रे अग्रे करोतु कृपया। पश्यन् शृण्वन् पश्य योगः इन् योगः इष् योगः शृण्वन् पश्य योगः योगः इष् योगः शृण्वन् शकारस्य स्थाने तालव्यषकारस्य प्रभावेण दन्त्यनकारस्य स्थाने तालव्ययकारादेशः भवति इति कृत्वा पश्यन् शृण्वन् पश्यन् शृण्वन् इति फलमस्ति। अत्र यत् प्रदर्शितमस्ति पश्यन् शृण्वन् अत्र तत्र कः सन्धिः कृतः अस्ति? सुब्रह्मण्यमहोदय वदतु कृपया। अत्र यत् पश्यन् शृण्वन् इति तस्मिन् विषये महोदय, अत्र इदानीं छत्वसन्धिः दत्तमस्ति महोदय अत्र पश्यन् अत्र शकारस्य स्थाने न न न रत्नभगिनी भवति वा का उक्तवती छत्वसन्धिः अत्र सुब्रह्मण्यमहोदय तत्र वदतु कृपया सन्धि तत्र छत्वसन्धेः निमित्तं किं पुनः सूत्रं छत्वसन्धेः निमित्तमस्ति अत्र झयः उत्तरस्य षकारस्य अतिपरे चकारादेशः भवति इति अस्ति अत्र. झयः इति अत्र प्रथमम् अत्र अत्र इदानीं तु झयः नास्ति खलु महोदय अत्र अत्र ञकारः अस्ति प्रथमम् अतः तथा न भवति. ञकारः अस्ति, ञकारः तु झयप्रत्याहारे नास्ति, तत्तु अनुनासिकवर्णः अतः तत्तु न भवति. अन्यप्रायः नियमः अस्ति महोदय. न, अन्यनियमः नास्ति, अत्र दोषः अस्ति. हा, इति अस्माकं साकारं जातमस्ति खलु. सूत्रस्य ज्ञानं भवति चेत् दोषः न भवति. अत्र तैः दोषः कृतः, अत्र न भवति, नैव भवति. न विकल्पेन न कथञ्चित् अपि भवति. अत्र चकारस्य आदेशः न भवति एव. अत्र गीताश्लोकः अस्ति, अत्र प्रमाणमस्ति गीताश्लोकः. तत्र गीतायां पश्यन्तु, पञ्च अष्टमसूत्रं पश्यन्तु, तत्र चकारादेशः न जातः, अत्र दोषः. पश्यन् शृण्वन् एव अस्ति महोदय. आम्, इदानीं स्मरामि, वयं शत्रन्तपदं यत् यथा पठितवन्तः तस्मिन् समये दृष्टवन्तः एतत्. तत्र चकारादेशः न भवति, अत्र दोषः. उपरि आसीत् भवत् शक्तिः इति भवति विकल्पेन, अन्यतरस्यां भवत् शक्तिः इति भवति, अत्र न भवति. किन्तु अत्र सर्वे लिखन्तु, अत्र दोषः अस्ति. अत्र चकारः एव तिष्ठति, चकारः न भवति. अत्र निमित्तं नास्ति, जयः. अस्तु, अग्रे गच्छेम. सरला भगिनी, अग्रे. यज्ञात् योग ज्ञानयज्ञ यज्ञा योजत योजज्य ज्ञानयज्ञ तकारस्य स्थाने जकार आगच्छति, ज तथैव तिष्ठति, ज्ञानयज्ञः. अत्र तकार अस्ति दन्तव्यस्य प्रथम जकार तस्य स्थाने जश्र सन्धि भवति तत्र तृतीय क्रमम् आगच्छति, ज जकार आगच्छति. किन्तु तकारस्य तृतीयसदस्याः वर्गस्य तृतीयसदस्यः कः? तकारस्य तृतीयस द भवति. दकारः अत्र किं प्रदर्शनमस्ति? जकार. तर्हि किं जातमस्ति? च वर्गस्य जकार आगच्छति अत्र. अत्र रामप्रिय भगिनी साहाय्यं करोति वा? आं महोदय. प्रथमं यङ्याद् दकारः भवति, अनन्तरं जष्ट्वसन्धि, अनन्तरं जकारः आगच्छति. जष्ट्वसन्धिं कृत्वा क्रमेण वदतु सर्वं. यङ्याद् अस्ति, तस्य जष्ट्वसन्धि यङ्याद् दकारः भवति, अनन्तरं दन्त्यदकारादेशः. तकारस्य स्थाने दन्त्यतकारस्य स्थाने दन्त्यदकारादेशः भवति. जलां जशोन्ते इति जष्ट्वसूत्रेण, जष्ट्वविधायकसूत्रेण. अस्तु, समीचीनम्. अग्रे अनन्तरं जकार आदेशः भवति यदा श्रुत्वसन्धि कृत्वा दकारस्य स्थाने. दकारस्य स्थाने, दन्त्यदकारस्य स्थाने. तर्हि प्रथमतया जष्ट्वसन्धिं कृत्वा तकारस्थाने दन्त्यदकारः दकारादेशः, अनन्तरं दकारस्य स्थाने श्चुत्वं कृत्वा स्तोः श्चुनाश्चुः इति श्चुत्वविधायकसूत्रं कृत्वा जकारादेशः भवति तकारस्य स्थाने. अग्रे जकारस्य प्रभावेन इति किमर्थं जष्ट्वसन्धिं प्रथमतया कुर्मः? तस्य द्वितीयपदे अस्य अष्टमाध्यायस्य शुचसन्धि चतुर्थपादे अस्ति. पूर्वसूत्रमस्ति, समीचीनमस्ति. पूर्वसूत्रमस्ति, अस्तु, समीचीनमस्ति. अग्रे किं न किमस्ति भगिनि एतेषु एतेषु उदाहरणेषु तवर्गात् परतः शकार च वर्गौ स्तः, तत्र तवर्गस्य स्थाने च वर्गः आदेशसम्पन्नः. तत्र तकारादीनां चकारादय यथा सङ्ख्यम् आदेशा भवन्ति इति वयं पठितवन्तः खलु. श्रुतसन्धौ, अस्तु, श्रुतसन्धौ स्तौ ष्टुनाष्टुः इति तत्र वयं दृष्टवन्तः तत्सर्वं न वा? आम्, तवर्गस्य स्थाने च वर्गः यथासङ्ख्यम् अनुदेशः समानमिति परिभाषसूत्रे यथासङ्ख्यमिति यथाक्रमम् एतत् सर्वं भवति. अस्तु, समीचीनमस्ति. अग्रे पश्यामः महोदय, अत्र प्रथम उदाहरणे भगवत् इति जष्ट्वसन्धिं कृत्वा भगवद् इति किमर्थं न भवति? भगवद् इति तत्र वक्तुं शक्नुमः, तत्र तकारस्थाने दकारादेशः भवति. किन्तु वस्तुतः तस्य प्रसक्तिः अस्ति, तस्य प्रसक्तिः अस्ति. किन्तु अन्यत् सूत्रमपि अस्ति, खरिच इति एकं सूत्रमस्ति. कुत्र अस्ति खरिच? चतुर्थसन्धिः, तत्र पठतु. अस्तु, खरिच झलः स्थाने चरादेशे चरादेशो भवति खरि परे. अस्तु, इति कृत्वा वस्तुतः इदानीं समयस्य भावे वदामि, न भवती एव वदतु. अत्र खर् इति प्रत्याहारः, खर् प्रत्याहारे के वर्णाः सन्ति तत्र? खर् प्रत्याहारे खप खर् खर् प्रत्याहारे, अस्तु, खप छटत छटतौ छटत कप शशस खर् शशस इति अस्ति तावत्पर्यन्तं. तर्हि अत्र शक्तिः शकारः खर् प्रत्याहारे अस्ति वा? आम् अस्ति. अस्ति इति कृत्वा चर् आदेशः भवति. चर् इति चर् चर् इति तत्र के वर्णाः सन्ति? चर् इति चटत चटत पप शशसर. न शशसर इति प्रथमसदस्य नाम वर्गस्य प्रथमसदस्यः. अतः अत्र भगवत् शक्तिः इत्यस्यां दशायां जलां जशन्ते इत्यस्य अपि प्रसक्तिः अस्ति, खरिचा इत्यस्य अपि प्रसक्तिः अस्ति. अत्र खरिचा इति जलां जशन्ते इत्यस्य बाधकसूत्रमस्ति. खरिचा इति यतोहि जलां जशन्ते भवति चेत् खरिचा इत्यस्य आवश्यकता न कदापि भविष्यति इति कृत्वा अत्र खरिचा इति बलवत् भवति. अतः खरिचा इति एव अस्ति. वस्तुतः खरिचा अस्ति, खरिचा इति सूत्रं भवति न तु जलां जशन्ते. तकारः प्रथमसदस्यः अस्ति एव, अतः खरिचा इति सूत्रेण तकारस्य स्थाने तकारः भवति, नाम यथावत् तिष्ठति. जष्ट्वं न भवति अत्र. तस्य तत्र निमित्तम् अस्ति जलां जशन्ते, तत्र पदान्ते अस्ति तकारः इति कृत्वा जलां जशन्ते इति जष्ट्व आदेशः भवति स्म. किन्तु तथा भवति चेत् खरिचा इति सूत्रं निरर्थकं भवति. अपि च अस्माकं नियमः अस्ति यत् अष्टाध्याय्याम् एकमपि सूत्रं निरर्थकं न भवेत्, अतः प्रत्येकं सूत्रस्य अवसरः कुत्रचित् स्यात् इति कृत्वा खरिचा अत्र भवति, न तु जष्ट्वसन्धि. जलां दृश्यन्ते. अस्तु, अन्य कोऽपि प्रश्नः वा? आम् महोदय, आम्, खरि च इति एतत् सूत्रं परयामागत्यं सत्यमपि तदेव बलवत् भवति अत्र. तादृशम् अन्यस्थानेषु वयं कथं नाम परसूत्रमस्ति इति वदति वा, परसूत्रं वा? आमां नाम सूत्रसङ्ख्यां दृष्ट्वा इति वा? आमामामां हा, बहु समीचीनमस्ति. प्रश्नः बहु सम्यक् अस्ति. अत्र खरीचा इति परसूत्रमस्ति, जलां जशोन्ते इति पूर्वसूत्रमस्ति. तर्हि कथं किमस्ति अत्र? हा, मया किमुक्तं यत् अत्र द्वितीयपादादारभ्य ग्रन्थसमाप्तिपर्यन्तं पूर्वसूत्रस्य बलवत्त्वं, न तु परसूत्रस्य. किन्तु करिचा इति परसूत्रमस्ति, कथं किमस्ति इति सम्यक् प्रश्नः. अत्र किमस्ति, यथा मया उक्तं, परसूत्रम् अस्ति चेदपि तस्य कार्यं न कुत्रापि इति भविष्यति चेत् अपवादत्वात् बलवत्त्वं भवति तस्य. करीचा यदि जलां जशोन्ते इति सूत्रं नाम जष्ट्वविधायकसूत्रमिति जलां जशोन्ते इति कुर्मः चेत् अत्र नाम सर्वत्र वार्ता एवमस्ति इति वार्ता एवमस्ति यत् यत् सर्वत्र जष्ट्वसन्धिः विधीयते, यत्र यत्र चर्त्वसन्धिः विधीयते. तदर्थं जष्ट्वसन्धिः सर्वत्र भवति चेत् खरीचा इत्यस्य अवसरः न कुत्रापि स्यात् इति कृत्वा अपवादः अस्ति. अपवादः भवति चेत् सूत्रसङ्ख्याम् अदृष्ट्वा कार्यं कारयामः तेनैव सूत्रेण. अत्र पश्यन्तु, अत्र जलां जशोन्ते इति कार्यं करोति केवलं पदान्ते. खरीचा इति अपदान्ते अपि कार्यं करोति, पदान्ते अपि अपदान्ते अपि. तर्हि कोऽपि वक्तुं शक्नोति यत् जलां जशोन्ते केवलं पदान्ते कार्यं करोति, अतः अन्यत्र लब्धावकाशः अस्ति खरीचा इत्यस्य. किन्तु वस्तुतः जष्ट्वविधायकसूत्रद्वयमस्ति, जलां जष्टसि इति द्वितीयम् इति इदानीं अस्माकं चिन्तनम् इतोपि गभीररूपेण प्रवर्तमानमस्ति. किन्तु अत्र जलां जशोन्ते अपि च जलां जष्टसि इति जष्ट्वविधायकसूत्रद्वयमस्ति. आहत्य द्वयोः सूत्रयोः द्वारा कुत्रचित् नाम केनचित् सर्वत्र पदान्ते अपदान्ते च यत्र कुत्रापि खरीचा आयाति कार्यं कर्तुं, तत्र सर्वत्र जष्ट्वसन्धिः भवति स्म इति कृत्वा तयोः अपवादभूतसूत्रमस्ति खरीचा. अतः प्रश्नः समीचीनः अस्ति. किन्तु तादृशस्थितिः यत्र भवति नाम खरीचा इति निरवकाशं भवति स्म, निरार्थकं भवति स्म, तस्य कार्यस्य कृते अवसरः एव न भवति स्म इति कृत्वा अत्र खरीचा इति भवति, न तु जष्ट्वसन्धिः भवत् शक्तिः इति तादृशस्थलेषु. यत्र कुत्रापि खरीचा भवितुमर्हति खरीचा एव भवति, न तु जष्ट्वसन्धिः. अन्य कोऽपि प्रश्नः वा? आं महोदय, अत्र पञ्चमे उदाहरणे अत्र सन्धिः भवति वा, नो चेत् सन्धिः न भवति एव अत्र? सन्धिः भवति, पश्यन् अत्र स्यूत्वसन्धिः भवति, न तु छत्वसन्धिः. आं महोदय, किमर्थं चेत् अत्र गीतायां तु सन्धिः न कृतमस्ति, अतः पृष्टवान्. न, मम गीतायां सन्धिः अस्ति, यकारः नाम भवतः गीतायां तत् दन्त्यनकारः अस्ति वा? दन्त्यनकारः एव तत्र संहितायाम् अत्र सन्धिः न कृतं महोदय. मम पार्श्वे अत्र पुस्तकद्वयमस्ति, शङ्करभाष्यम् अस्ति, तस्मिन्नपि तथा न दत्तमस्ति. अतः मम पार्श्वे अस्ति रविमहोदय, भवान् माम् उक्त मह्यं दत्तवान् खलु तत्र इस्कान् इत्यस्य श्रीप्रभुशा तस्य अस्ति, तत्र अस्ति यत्किमपि भवतु नाम, किन्तु सन्धिः सन्धिः भवति तत्र संहितायां विषये भवति, संहितायां विषये नास्ति चेत् न भवति. अस्तु महोदय, धन्यवादः. प्राचीनकालेषु सर्वेषु पुस्तकेषु सन्धिं भवत्येव, प्रायः अधुनाकाले एतादृशं केनापि लिखितं भवति इति मन्ये. प्रायः प्राचीनकालस्य तादृशमस्ति, सन्धिः अस्ति. अन्य कोऽपि प्रश्नः वा? मम पार्श्वे यद्गीता अस्ति तस्मिन् छत्वं प्रदर्शितं, तत् दोषाय एव खलु? दोषाय अस्ति. अत्र किं किं सूत्रं? किमपि सूत्रं नास्ति. सूत्रं तत्र प्राप्यते चेत् सूचयतु कृपया, किन्तु यावत् अहं जानामि तादृशसूत्रं किमपि नास्ति. किं सूत्रमस्ति? सूत्रं न भाति मम. अस्तु, समापयामः तर्हि. अत्र किं लक्ष्मी भगिनी अग्रे पठतु कृपया. अतः षकार चवर्गाभ्यां योगे सकारस्य षकारः षकारश्च वर्गाभ्यां षकार चवर्गाभ्यां योगे तवर्गस्य चवर्गः आदेशो भवति. इति जानीमः खलु, एतत् सर्वं नूतनं किमपि नास्ति, सूत्ररूपेण वयं दृष्टवन्तः. अस्तु, अग्रे भगिनि. निषेधः षकारात् परस्य तवर्गस्य चुत्वं न भवति. यथा विष् योगः नः विष्णः, प्रश् योगः नः प्रश्नः. तत् सूत्रं किम्? शात् स्यात् इति सूत्रम्. अस्तु, अग्रे. अस्मिन् सन्धौ शा चवर्गः चु इत्येतौ आदेशो भवतः, अतः चुत्वसन्धिः इति नाम. इति स्पष्टमस्ति खलु? अस्तु, बहु सम्यक् अस्ति. चुत्वसन्धेः इदानीं चिन्तनं साधितमस्ति. इदानीं विरमाम, इतः अग्रे सरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां. नमस्कारः. नमस्कारः महोदय. धन्यवादः महोदय. नमस्कारः महोदय.